अस्तु, मम सर्वेभ्यः अद्यतनन्यायशास्त्रवर्गे विषयः अस्ति मातृपदं तस्य संस्कारजन्य स्मृतिः, संस्कारमात्रजन्यज्ञानं स्मृतिः इति विषये मातृपदं तस्य तात्पर्यम् अपि च महत्त्वं किम् इति किञ्चित् गते वर्गे प्रायः दृष्टः, इतोपि अग्रे किञ्चित् विस्तारेण अपि अद्य भवति. अत्र शनिवासरवर्गे साधारणतया उपस्थानं भवति पूर्वस्मिन् वर्गे किं कृतम् इति. अत्रापि किञ्चित् स्मरणार्थं कोऽपि वक्तुम् इच्छति वा किम् उक्तं मातृपदस्य विषये इति, तस्य कः वैशिष्ट्यं किं मातृपदस्य इति सरला भगिनी वक्तुम् इच्छति वा? अस्तु महोदय, मातृपद इति यथा चक्षुमात्र ग्रहोगुणरूपम् अथवा स्पर्श त्वक् इन्द्रियमात्रग्रहो स्पर्शगुणो स्पर्शं गुणो इति संस्कारमात्रजन्यज्ञानं स्मृति इति त्रीणि उदाहरणानि सन्ति. तत्र मातृपदस्य किं कथमस्ति इति वयं गतसप्ताहे ज्ञातवन्तः. प्रथमं यदि वयं मातृ इत्युक्ते केवलम् इति नास्ति, वयं जानीमः कस्य रूपस्य कारणं चक्षुर्मात्रग्राह्यगुणरूपं यदि अस्ति तस्य कारणं न केवलं चक्षुषा भवति किन्तु अन्ये कारणानि समवायिकारणानि अपि अस्ति. सो कथं मातृपदम् इति निवेशम् अस्ति अत्र. एकम् अर्थम् अस्ति चक्षुषा ग्राह्य गुणरूपम्, अन्य अस्ति चक्षुर्भिन्न अग्राह्य रूपम्. इत्युक्ते चक्षु यदि वयं केवलं चक्षुषा ग्राह्यरूपं वदामः तस्मिन् तत्र अतिव्याप्तिः आगच्छति अन्यैः गुणैः यथा सङ्ख्या परिणाम विभाग संयोग इति. यदि वयं चक्षुषा संख्या अपि ग्राह्यम् अस्ति, परिमाणम् अपि ग्राह्यम् अस्ति, चक्षुषा केवलं रूपं न ग्राह्यते, अन्याः गुणाः अपि ग्राह्यते चक्षुषा. सो एतत् साधु नास्ति केवलं चक्षुर् ग्राह्यरूपं. यदि वयं वदामः चक्षुमात्रग्राह्यरूपम् इत्युक्ते केवलं चक्षुषा रूपं ग्राह्य अस्ति, अन्यैः गुणैः न अग्राह्य तस्य ग्राह्यं न भवति चक्षुषा. अन्याः गुणाः न ग्राह्यते. चक्षुषा रूपं गृह्यते अन्यैः किम्? अन्यैः इन्द्रियैः अन्यैः इन्द्रियैः रूपं न ग्राह्यते. अन्य इन्द्रिय विशेष त्वक् इन्द्रियं त्वगिन्द्रियं वयं वदामः कारणं कि त्वक् इन्द्रिय अपि संख्या परिमाणम् इत्यादि गुणाः त्वगिन्द्रियेण ग्राह्यते अपि, तथैव त्वक् इन्द्रिय अस्माकं मनसि प्रथमम् आगच्छति. तर्हि तत्र लक्षणदृष्ट्या तत्र कः दोषः? लक्षणदृष्ट्या दोषः भवति अतिव्याप्तिदोषः यदि केवलं चक्षुषा ग्राह्यरूपं चक्षुमात्रग्राह्यरूपं यदि वदामः तद् अन्यैः इन्द्रियैः रूपं न ग्राह्यते, किन्तु यदि गुण अपि योजयामः तर्हि गुणत्वम् इति केवलं रूपम् आगच्छति तत्र त्रीणि दलानि लक्ष्ये साधु भवति तर्हि तत्र स्पर्शविषये स्पर्शलक्षणे कस्य अतिव्याप्तिः भवति? किमर्थं स्पर्शलक्षणे मात्रशब्दं योजितं? स्पर्शलक्षणे मात्रशब्दयोजितं कारणं कि स्पर्शं त्वक् इन्द्रेण ग्राह्यतमस्ति, त्वक् इन्द्रेण अपि अन्या गुणाः अपि ग्राह्यन्ते यथा सङ्ख्या इति परिमाणम् इति. यदा मात्रशब्द योजयामः सो च त्वक् इन्द्रिये भिन्नैः अन्यैः इन्द्रियैः स्पर्शं न ग्राह्यते सो इति आगच्छति मात्रशब्दयोजनेन. सो अतः द्वे दलानि मात्रशब्दयोजनेन आगच्छति, चक्षुर् ग्राह्यगुणः चक्षुर्भिन्नैः इन्द्रियैः अग्राह्यगुण अस्तु. तर्हि तत्र गुण अत्र यदि वयं चक्षुर्ग्राह्यगुण तस्य ग्राह्य तस्य अर्थमस्ति जन्यप्रत्यक्षत्वं. तर्हि तत्र स्मृतिलक्षणे किं भवति, तत्र का स्थितिः? स्मृतिलक्षणे स्थितिः संस्कारेण यदि स्मृति भवति संस्कारमात्रजन्यं ज्ञानम्. ओके, यदि मात्रशब्दः नास्ति संस्कार जन्यं ज्ञानम् इति ज्ञान अतिव्याप्ति भवति प्रति अग्निज्ञा इति ज्ञाने. प्रति अग्निज्ञा अस्ति तत्र संस्कारमपि अस्ति प्रत्यक्षमस्ति, यथा वयं वदामः सोऽयं देवदत्त सः अयं देवदत्त सः सङ्केतं करोति संस्कारं प्रति, अयं सङ्केतं करोति प्रत्यक्षं प्रति. सो अत्र ज्ञानद्विधे अस्ति, प्रत्यक्षे अपि संस्कारे अपि. अस्तु भगिनि, सम्यक्तया उक्तं भवत्या. अत्र आहत्य प्रतिलक्षणवाक्यस्थले मात्रपदस्य भिन्नभिन्नः वैशिष्ट्यम् अस्ति. एकस्मिन् रूपस्थले त्वगिन्द्रियस्य अतिव्याप्तिः, तत्र अतिव्याप्तिनिवारणाय स्पर्शलक्षणे चक्षुरिन्द्रियस्य अतिव्याप्ति सङ्ख्याविषये निवारणाय, अपि च स्मृतिलक्षणे अपि अतिव्याप्तिः निवारणाय मात्रपदं योजितम्. अस्तु अस्तु. अस्मिन् विषये प्रश्नः अस्ति केन कस्यापि? तर्हि अस्तु, अग्रे सरेम. शुकवन् महोदय पठितुमिच्छति वा तत्र अग्रिमपरिच्छेदं चक्षुमात्रग्राह्यम्? हा, पठामि महोदय. चक्षुर्मात्रग्राह्यत्वं न ग्राह्यम् इत्यत्र मात्रपदोत्तरवर्ती ग्राह्य इति पदम् अस्ति, तदर्थः जन्यप्रत्यक्षविषयत्वं. मात्रपदपूर्ववर्तिपदं चक्षुरिति पदं तदर्थभिन्नस्य जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति, तथा च चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति अर्थः लब्धः, तस्य च अभावः रूपपदार्थे तत्र बोध्यते. चक्षुर्भिन्नं च चक्षुषः इन्द्रियरूपत्वात् इन्द्रियमेव ग्राह्यमिति चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वस्य अभावः रूपनिष्ठः बोध्यते, एवं चक्षुर्ग्राह्यत्वमपि बोध्यते. तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वाभावः चक्षुर्जन्यप्रत्यक्षविषयत्वम् इति चक्षुर्मात्रग्राह्यमित्यनेन लब्धम् इति अस्मिन् परिच्छेदे चक्षुर्मात्रग्राह्यम् इति समस्तपदस्य कथं वा अवगन्तव्यम् इति दत्तमस्ति. तत्र चक्षुर्मात्रग्राह्यम् इति इत्यस्मिन् स्थले पदत्रयम् अस्ति, चक्षुः इति एकं, मात्र इति द्वितीयं, ग्राह्य इति तृतीयपदं. तत्र ग्राह्यः ग्राह्य इति पदेन अस्माभिः किम् अवगन्तव्यम् इति चेत् जन्यप्रत्यक्षविषयत्वम् इति अवगन्तव्यं ग्राह्यपदेन. जन्यप्रत्यक्षविषयत्वम् इत्युक्ते यत् इत्युक्ते ज्ञानमेव तत् प्रत्यक्षेण जन्यं यत् ज्ञानं तत् तस्य ज्ञानस्य विषयं किं तदेव ग्राह्यम् इति पदेन सूचितम्. न केवलं प्रत्यक्षं तत् पदस्य पूर्वं यत्किमपि अस्ति अत्र चक्षुर्मात्र इत्युक्ते आमामाम् अत्र किन्तु ग्राह्य इति पदेन जन्यप्रत्यक्षविषयत्वं तस्य विवरणं मया दत्तम्. इदानीं मात्रपूर्व पदपूर्ववर्तिपदं चक्षुरिति पदं, तत्र चक्षुः इति पदमपि अस्ति. तत् योजयामश्चेत् किं भवति इति चेत् तदर्थभिन्नस्य जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति. तदर्थभिन्नस्य इत्युक्ते किं महोदय? तत्र चक्षुरिति पदं मात्रपूर्ववर्तिपदमस्ति. चक्षुर्मात्र इति पदं स्वीकरणेन तदर्थभिन्नस्य चक्षुर्भिन्नस्य चक्षुर्भिन्नस्य जन्यप्रत्यक्षविषयत्वेन तस्य सम्बन्धः अस्ति. हा, चक्षुर्भिन्नस्य इत्युक्ते चक्षुर्भिन्नेन्द्रिय भिन्नेन्द्रियस्य भिन्नेन्द्रियाणां जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति. इदानीं कीदृशसम्बन्धः इत्युक्ते तथा च चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वमिति अर्थः लब्धः. आम्, तस्य च अभावः रूपपदार्थे तत्र बोध्यते. तत्र पूर्वस्मिन् वाक्ये तथा च तत् पदम् अस्ति, तत् पदं कथम् आगतं चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति? हा, तत् चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इत्युक्ते चक्षुर्भिन्नेन्द्रियेण यत् प्रत्यक्षं जन्यमस्ति तस्य ज्ञानस्य विषयत्वम् इति तत्र तत् समस्तपदस्य अर्थः भवति. चक्षुर्भिन्ने भिन्नजन्यप्रत्यक्षविषयत्वम् इति. इत्युक्ते पूर्वस्मिन् वाक्यद्वये यत्किमपि ग्राह्यस्थाने जन्यप्रत्यक्षविषयत्वं, चक्षुर्मात्र इति स्थाने चक्षुर्भिन्न इति योजनेन तत् पदम् आगच्छति. आम्, चक्षुर्मात्रम् इति इत्यस्मिन् स्थले चक्षुर्भिन्न इति तत्र स्वीकार्यं, ग्राह्यम् इत्यस्मिन् स्थले जन्यप्रत्यक्षविषयत्वम् इति स्वीकृतेन चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वम् इति आगच्छति. चक्षुर्मात्रग्राह्यम् इत्यस्मिन् स्थले तस्य च अभावः इत्युक्ते तस्य इत्युक्ते चक्षुर्भिन्नजन्यप्रत्यक्षविषयत्वं विषयत्वस्य अभावः, विषयत्व अभावः रूपपदार्थे अस्ति. इत्युक्ते चक्षुर्भिन्नेन्द्रियेण रूपं न गृह्यते इति बोधनं भवति अनेन. चक्षुर्भिन्नं च चक्षुषः इन्द्रियरूपत्वात् इन्द्रियमेव ग्राह्यमिति चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वस्य अभावः रूपनिष्ठः बोध्यते. चक्षुर्भिन्नम् इत्युक्ते चक्षुषः अपि चक्षुर्भिन्नम् इति कथम् अवगन्तव्यम् इति चेत् चक्षुः तु इन्द्रियमेव इति वयं जानीमः. चक्षुर्भिन्नम् इत्युक्ते तत्र इन्द्रियमेव अन्यानि इन्द्रियाणि एव ग्राह्यं, न तु चक्षुर्भिन्नम् इत्युक्ते यत्किमपि भवति, घटः अपि चक्षुर्भिन्नः भवितुम् अर्हति, किन्तु अत्र चक्षुः इन्द्रियम् इति कृत्वा चक्षुर्भिन्नम् इत्यनेन अन्यानि इन्द्रियाणि एव ग्रहीतुं तत्र समन्वयः भवति इति कृत्वा तदेव ग्राह्यं, तेषामेव ग्राह्यं भवति. अपि च तत्र अन्यानि इन्द्रियाणि इत्युक्ते सर्वश्रोत्रं वा किमिति घ्राणः वा इति तत्र तादृश इन्द्रियाणां ग्रहणं मास्तु. किमर्थं चेत् ते सर्वे एकमेव गुणं गृह्यन्ते इति कृत्वा केवलं चक्षुः अपि च त्वक् इति इन्द्रियद्वयमेव एकस्य अधिकाः गुणाः गृह्यन्ते इति कृत्वा चक्षुर्भिन्नम् इत्यनेन केवलं त्वगिन्द्रियमेव ग्रहीतुं शक्यते इत्युक्ते तदेव समीचीनं भवति, त्वगिन्द्रियग्रहणमेव समीचीनं भवति, उचितं भवति इति कृत्वा तदेव ग्राह्यम्. एवं चक्षुर्ग्राह्यत्वम् अपि बोध्यते. आम्, चक्षुर्भिन्नेन्द्रियप्रत्यक्षविषयत्व अभावः इति तत्र बोधनं भवति. अपि च चक्षुषा ग्रहीतुं शक्यते इत्यपि तत्र बोधनं भवति. तथा च चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वाभावः इति चक्षुर्मात्र इति पदेन चक्षुर्मात्रग्राह्यः इति पदत्रयेण एतद् अर्थं स्वीकर्तुं शक्यते. चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वाभावः इति चक्षुर्जन्यप्रत्यक्षविषयत्वम् इति चक्षुर्ग्राह्यः इति पदद्वयेन एतद् अर्थं बोध्यते. चक्षुर्जन्यप्रत्यक्षविषयत्वम् इति द्वयमपि मिलित्वा स्वीकृत्य चक्षुर्मात्रग्राह्यत्वम् इत्यनेन इति समस्तपदेन अस्माभिः अवगन्तव्यम् इति पर्यवसति. तत्र सम्यक् महोदय. अत्र केवलं दलद्वयमिति अत्र उक्तं रूपविषये. आम्, दलद्वयं किं, दलद्वयं किं? चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वाभावः इति एकं दलं, चक्षुर्जन्यप्रत्यक्षविषयत्वम् इति द्वितीयं दलं. दलद्वयं, तृतीयदलं किम् अस्ति? इतोपि एकं दलमस्ति रूपलक्षणे, तत् किं किमिति महोदय? तृतीयदलं किम् अस्ति रूपनिरूपणे, रूपस्य लक्षणवाक्ये दलद्वयं भवता उक्तं, तृतीयं दलं किम् अस्ति? गुणः, तृतीयं दलमपि अस्ति. रूपे गुणत्वम् अस्ति, चक्षुर्जन्यप्रत्यक्षविषयत्वम् अस्ति, अपि चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वस्य अभावः अस्ति. अथवा चक्षुर्भिन्नजन्य चक्षुर्भिन्नेन्द्रिय अजन्य अग्राह्यम्, अग्राह्यम् इति रूपे अस्ति. अपि च वर्गे उक्तं यद्यपि तत्र चक्षुर्भिन्ने मातृपदस्य वदनेन तद्भिन्न अभावः इति अवगन्तव्यम्. चक्षुर्मात्रवदनेन तद्भिन्न अभावः, चक्षुर्भिन्न अभावः इति आगच्छति. तत्र कथं चक्षुर्भिन्न किं तत्र चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वस्य अभावः आम् तत् पदं चक्षुर्मात्रग्राह्यम् इत्यनेन कथम् आगच्छति इत्युक्ते ग्राह्यपदेन जन्यप्रत्यक्षविषयत्वम् अपि च चक्षुर्मात्र इति मात्रपदेन भिन्नेन्द्रिय अभावः भिन्नचक्षुर्भिन्न अभावः इति स्वीकरणेन सम्पूर्णं लक्षणवाक्यस्य अवगमनं भवति. सत्यमेव इति एकः विषयः. अन्यविषयः वर्गीय आसीत् अत्र तृतीयवाक्यं चतुर्थवाक्यं तदर्थभिन्नस्य जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति. अत्र कयोः सम्बन्धः इति प्रश्नः पृष्टः वर्गे. भवान् किं चिन्तयति कस्य सम्बन्धः कयोः? तत्र तदर्थभिन्नस्य इत्युक्ते चक्षुर् भिन्नेन्द्रियः इति तस्य अवगमनं. जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति इत्युक्ते चक्षुर्भिन्नेन्द्रियाणाम् अपि च जन्यप्रत्यक्षविषयत्वस्य तयोः मध्ये सम्बन्धः इति. चक्षुर्भिन्नस्य अपि च जन्यस्य यत् जन्यम् इन्द्रियेण जन्यविषयत्वं वक्तुं शक्नुमः ज्ञानस्य तयोः तस्य सम्बन्धः सम्बन्धपदेन इति तत्र तथा अस्ति इति वर्गे उक्तम्. अस्तु, अन्यत् प्रश्नः अस्ति वा कस्यापि अस्मिन् परिच्छेदे? अवगतं सर्वं महोदय. पुनः वक्तुं शक्नोति वा यत् तदर्थभिन्नस्य जन्यप्रत्यक्षविषयत्वेन सम्बन्धः भवति? अत्र वर्गीकरणमुक्तं सम्बन्धः कयोः इति प्रश्ने संस्कारभिन् इत्युक्ते चक्षुर्भिन्नस्य अस्मिन् परिच्छेदे चक्षुर्भिन्नस्य जन्यस्य महोदय महोदय इण्टर्नेट् द्वारा आगतम्. अस्तु भगिनि, तत्र महोदय तत्र सम्बन्धः चक्षुर्भिन्न अपि च जन्य तयोः सम्बन्धः. अवगतम्? चक्षुर्भिन्न चक्षुर्भिन्न अपि जन्यस्य चक्षुर्भिन्नेन्द्रिय अजन्यं भवति न वा? चक्षुर्भिन्न अग्राह्यम् अस्ति रूपम् इत्युक्त्वा सम्बन्धः तस्य पदस्य सम्बन्धः कुत्र भवति इति चेत् जन्यः संस्कारभिन्नः तयोः सम्बन्धः भवति. भिन्नेन्द्रिय जन्यस्य अभावः. अस्तु, कस्य गृहे ध्वनिः आगच्छति? सन्ध्या भगिनी वा? पुष्पा भगिन्याः तः एव. किं करोमि? एकनिमिषं महोदय. म्यूट् तत्तु म्यूट् न दीयते इण्टर्नेट् द्वारा. अहं म्यूट् करोमि. सर्वेषां म्यूट् करोमि, न कर्तुम् इच्छामि. इदानीं ध्वनिः नागच्छति तदेव भवतु. अस्तु महोदय, तत्र डेन् कृते टि वि अस्ति तथैव. इदानीं नागच्छति? एकवारं राजेन्द्रमहोदय उत्तरं प्राप्तं वा? आम् महोदय, धन्यवादः. एकवारं वदतु महोदय. तत्र सम्बन्धः इति पदम् अस्ति चतुर्थमवाक्ये. तदर्थभिन्नस्य जन्यस्य प्रत्यक्षविषयत्वेन सम्बन्धः कयोः सम्बन्धः इत्युक्ते जन्यपदस्य अपि च चक्षुर्भिन्न इति पदस्य सम्बन्धः भवति. चक्षुर्भिन्नत्वेन सम्बन्धः भवति. अस्तु अस्तु महोदय. चक्षुर्भिन्नेन्द्रेण अजन्यम् अजन्यः गुणः रूपम्. अत्र अजन्यः इति न दीयते. अग्रे आगच्छति. मया उक्तं सम्बन्धः तादृशः. अस्तु राजेन्द्रमहोदय अग्रे पठितुमिच्छति वा तद्वदेव? आम् आम् महोदय. तद्वत् एव प्रकृते अपि मातृपदोत्तरं जन्यपदं श्रुतं. तदर्थः प्रसिद्धं जन्यत्वं कार्यत्वं वा तेन सह मातृपदपूर्ववर्ती यत् संस्कारपदं तदर्थभिन्नस्य सम्बन्धो भवति. तथा च संस्कारभिन्नजन्यत्वं प्रतीतं तस्य च अभावः स्मृतौ प्रकृतलक्ष्ये मातृपदात् बोधयते. संस्कारजन्यत्वं तु संस्कारजन्यति अंशेन लब्धम् इति संस्कारभिन्नजन्यत्व अभावः संस्कारजन्यत्वं च संस्कार मात्रजन्यम् इति वाक्येन बोधयते. इत्थम् एव च गन्धं मात्र ग्राहकं ग्राणेन्द्रियम् इत्यत्र ग्राहक ग्राहक इत्यस्य प्रत्यक्षजनक जनकत्वं अर्थम् आधाय अर्थः वर्णनीयः. घटमात्रविषयकं विषयकं इत्यत्र अपि अत्र सपुट सपुट एव. अस्तु महोदय, प्रयत्नं करोमि. तद्वत् एव प्रकृते अपि मातृपदोत्तरं जन्यपदं श्रुतं. तद्वत् यथा पूर्वस्मिन् परिचये अत्र चक्षुरिन्द्रियजन्यप्रत्यक्षविषयेण तत्र आसीत् ग्राह्यपदस्य स्थाने जन्यप्रत्यक्षविषयमस्ति. तद्वत् एव प्रकृते अपि मातृपदोत्तरजन्यपदं श्रुतम् संस्कारस्य अपि मातृपदं मातृजन्य मातृपदं मातृपद उत्तरं जन्यपदं श्रुतं जन्यं यत् ज्ञानं श्रुतं. तदर्थः प्रसिद्धं जन्यत्वं कार्यत्वं वा प्रसिद्धं जन्यत्वं कार्यत्वं तत् न आगच्छामि. तदर्थः प्रसिद्धं जन्यत्वं कार्यत्वं वा सत्यं सुरेन् महोदय वक्तुमिच्छति वा तदर्थः? सुरेन् महोदय अस्ति वा? अहमस्मि अत्र. किम् अवगच्छति? तदर्थः प्रसिद्धं जन्यत्वं इत्युक्ते यः जनयति तदेव अत्र अस्ति. इत्युक्ते चक्षुर्मात्रग्राहित्यम् इत्युक्ते अत्र चक्षुषा अत्र ग्राहित्वं भवति इति. अत्र अत्र महोदय चक्षुविषयः विषयः नास्ति. अत्र कस्य लक्षणम् अस्ति? अत्र प्रकृते किम् अस्ति? लक्षणम् अस्ति कस्य? अत्र मात्रपदोत्तरं जन्यपदम् इति वयं श्रुतवन्तः. किन्तु कस्य लक्षणम् अत्र अस्ति? संस्कारमात्रजन्यः लक्षणं सत्यं. तर्हि तद्वदेव संस्कारमात्रजन्यं. तर्हि अत्र जन्यपदस्य वदतु द्वितीयवाक्ये किम् अस्ति? तदर्थः कस्य अर्थः? इत्युक्ते अत्र संस्कारेण एव अत्र स्मृतेः जन्यत्वं भवति इति सत्यं. किन्तु अत्र द्वितीये वाक्ये तदर्थः कस्य अर्थः प्रसिद्धं जन्यत्वं कस्य पदस्य मात्रपदोत्तर जन्यपदस्य जन्यपदस्य यथा पूर्वस्मिन् परिच्छेदे ग्राह्यम् इति आसीत् ग्राह्यम् इति तस्य अर्थः जन्यप्रत्यक्षविषयत्वं तथा अत्र तद्वदेव मात्रपद उत्तरं जन्यपदम् अत्र अस्ति. जन्यपदस्य कः अर्थः तदर्थः प्रसिद्धं किं जन्यत्वम् अस्ति. जन्यत्वम् इत्युक्ते किं ततः जननं भवति इति अतः इदानीं संस्कारमात्र इत्युक्ते संस्कारात् भवति इति. तर्हि ज्ञानं किम् अत्र जन्यत्वपदस्य कार्यत्वमिति अस्ति कार्यत्वं ततः किम् आगच्छति इत्युक्ते अत्र स्मृतिः आगच्छति अत्र अतः कार्यं तत् कार्यं कारणं किम् संस्कारः कारणं संस्कारः. राजेन्द्रमहोदय स्पष्टं वा इदानीम्? आम् आम् आं महोदय मातृपदस्य अर्थः यत् संस्कारेण जन्यतं स्मृतिरूपकार्यं कार्यं जनयति एवं वा. किन्तु अत्र तदर्थः इत्युक्ते जन्यपदस्य अर्थः जन्यपदं श्रुतं जन्यपदस्य अर्थः प्रसिद्धं किं सर्वे जानन्ति प्रसिद्धं जन्यत्वम् अथवा कार्यत्वम् कारणेन जन्यत्वं कारणेन कार्यं जन्यते कार्यत्वं कारणेन कारणमेव आगच्छति. अस्तु अग्रे राजेन्द्रमहोदय तेन सह मातृपदपूर्ववर्ती यत् संस्कारपदं तदर्थभिन्नस्य सम्बन्धो भवति यथा पूर्वं चक्षु इन्द्रिय मातृग्राह्यं तत् लक्षणवाक्ये आसीत् तथा अत्र अपि तेन सह मातृपदपूर्ववर्ती यत् संस्कारपदं संस्कारपदम् अत्र तेन सह केन सह तेन इत्युक्ते किं तेन जन्यपदेन सह मातृपदपूर्ववर्ती यत् संस्कारपदं तदर्थ भिन्नस्य सम्बन्धो भवति. पूर्वम् आसीत् चक्षुर्भिन्न भिन्न जन्यप्रत्यक्षविषयत्वेन तथापि अत्रापि तथैव अत्रापि संस्कारभिन्न इन्द्रियैः तेन सह सम्बन्धः भवति जन्यपदेन यदा वदामः. किन्तु अत्र इन्द्रियं वा इति न वक्तुं न उच्यते केवलं संस्कारभिन्न संस्कारभिन्नजन्यं अत्रापि सम्बन्धः पदमस्ति सम्बन्धः कयोः सम्बन्धः सम्बन्धः जन्य संस्कार मात्र संस्कार मात्र जन्य संस्कार संस्कार भिन्न अजन्य संस्कार भिन्न अपि च जन्य तयोः सम्बन्धः भिन्न अस्तु वदतु महोदय भवान् किम् उक्तवान् भवान् किम् अपि उक्तवान् इदानीम् अग्रे वदतु अवगतं चेत् अग्रे तथा च संस्कारे भिन्नजन्युतं प्रतीतं तेन यथा पूर्वस्मिन् वाक्ये आसीत् तेन तत् सम्बन्धाय तेन सम्बन्धेन वयं जानीमः संस्कारभिन्नजन्युतं प्रतीतं तस्य च अभावः समृत्वा प्रत्यक्ष प्रकृतलक्ष्ये मातृपदात् बोधयते यथा संस्कारभिन्न भिन्नजन्युतं यत् यस्मिन् च अभावः अस्ति सः अभावः समृते अस्ति तत् मातृपदात् तथा बोधयते संस्कारभिन्नजन्युतं यत् किमपि यत् आसीत् सः च अभावः समृति प्रत्यक्ष स्मृतिलक्षणे स्मृतिलक्षणे मातृपदम् अत्र किं बोधयति इत्युक्ते संस्कारभिन्नजनित्वम् अभावः कृतौ इति मातृपदेन बोध्यते. अस्तु सुनील् महोदय, अत्रापि संस्कारभिन्न इति इत्युक्ते इन्द्रियाणि अन्य अर्थमस्ति भिन्नस्य. तत्र कस्य अतिव्याप्तिनिवारणाय संस्कारः भवति एव उक्तवती आरम्भे संस्कारभिन्न. ओ प्रत्यभिज्ञा अस्तु अग्रे आगच्छति. अस्तु सुनील् महोदय, तत्र संस्कारजन्यत्वं तु तस्मादारभ्य संस्कारजन्यत्वं तु संस्कारजन्येति अंशेन लब्धमिति संस्कारभिन्नजन्यत्वाभावः संस्कारजन्यत्वं च संस्कारमात्रजन्यमिति वाक्येन बोध्यते. अत्र संस्कारजन्यत्वम् इति संस्कारजन्ये इति पदम् उपयुज्य अत्र आगच्छति इति यदा वयं पूर्वं दृष्टवन्तः संस्कारभिन्नजन्यत्वाभावः संस्कारजन्यत्वम् इति वाक्येन अत्र बोधं जनयति. अतः पूर्वं वयं दृष्टवन्तः इति अत्र संस्कारभिन्नजन्यत्वाभावः संस्कारजन्यत्वम् इति यदि कथमागच्छति पदद्वयं दलद्वयं कस्मात् पदात् आगच्छति? आम् एवं तु अत्र संस्कार भिन्नजन्यत्वाभावः इत्युक्ते संस्कारभिन्न रीत्या यदा स्मृतेः कार्यम् आगच्छति चेत् अत्र अभावः भवति. यदा वयं चक्षुरिन्द्रियभिन्न जन्यत्वाभावः रूपे अस्ति इति वयं पूर्वं दृष्टवन्तः तादृशम्. अपि च संस्कारभिन्नजन्यत्वाभावः इति एकं दलं, संस्कारजन्यत्वम् इति द्वितीयं दलं. केन पदेन दलद्वयम् अवगम्यते? संस्कारमात्रजन्यम् इति पदेन वाक्येन संस्कारमात्रजन्यम् इति पदेन दलद्वयं लब्धम्. अपि च अत्र संस्कारजन्येति इत्युक्ते किं, तस्य पदस्य किं कीदृशं पदं संस्कारजन्येति? अत्र किं लक्षितं, किं लक्ष्यं तेन पदेन संस्कारजन्येति? तत्र संस्कारजन्यत्वं विवक्षितम्. संस्कारजन्यत्वं तु संस्कारजन्येति अंशेन लब्धम् इति. संस्कारजन्येति इति कथमागच्छति? तत्र सन्धिः अस्ति, गुणसन्धिः. संस्कारजन्ये इति न संस्कार जन्ये न जन् जन्या न स्मृतेः लक्षणं, स्मृतेः विशेषणं संस्कारजन्या इति. जन्या अस्तु, स्मृति इति स्त्रीलिङ्गपदं, तत्र जन्या इति अंशेन लब्धम् इति तस्य पदस्य किं विवरणं, गुणसन्धिः तत्र अस्ति. अस्तु अग्रे सुनील् महोदय. इत्थमेव च, इत्थमेव च गन्धमात्रग्राहकं घ्राणेन्द्रियम् इत्यत्र ग्राह इत्यस्य प्रत्यक्षजनकमर्थमादाय अर्थः वर्णनीयः. घटमात्रविषयकमित्यत्रापि अर्थः स्फुटः एव. अतः अत्र पूर्वं गन्धमात्रग्राहकं घ्राणेन्द्रियम् इति वयम् अत्र दृष्टवन्तः. तत्रापि दलत्रयमासीत्, गन्धमात्र ग्राहकम् इति ग्राणेन्द्रियस्य आसीत्. अतः अत्र ग्राणेन्द्रियेण गन्धं ग्राणेन्द्रियेण एव गन्धं ग्राह्यं भवति इति वयं पूर्वं दृष्टवन्तः. अत्र ग्राहकः ग्राणेन्द्रियः इति गन्धस्य लक्षणम् अस्ति. तत्र अत्र ग्राणेन्द्रियस्य लक्षणवाक्यमस्ति. ओ एव. रूपं चक्षुषा ग्राह्यं, किन्तु अत्र घ्राणेन्द्रियं गन्धगुणस्य ग्राहकः इति. ग्राहकः गुणविषये ग्राह्यं, तत्र इन्द्रियविषये ग्राहकः. अपि च गन्धमात्रग्राहकं घ्राणेन्द्रियम् इति वदनेन दलद्वयं किम् आगच्छति? गन्धमात्रः इति एकं भवति, अनन्तरं न मात्रपदं न उक्त्वा अनुक्त्वा दलद्वयं किम् अस्ति? यथा पूर्वस्मिन् वाक्ये संस्कारभिन्नजन्यत्वाभावः संस्कारजन्यत्वं, तथा एव अत्र घ्राणेन्द्रियलक्षणविषये दलद्वयं. अत्र गन्धभिन्नजन्यत्वाभावः गन्धजन्यत्वमिति वा? इतोपि सम्यक्तया वक्तुं शक्यते. घ्राण इन्द्रियजन्य प्रत्यक्ष ज्ञान इन्द्रियप्रत्यक्षं जनत्वं घ्राण इन्द्रियभिन्नै अप्रत्यक्षं जनत्वं प्रत्यक्षम् अजनत्वं घ्राण इन्द्रियभिन्नै प्रत्यक्षम् अजनकत्वम्. पुनः वदतु. गन्धस्य ग्राहकः घ्राणेन्द्रियं घ्राणेन्द्रिय तदुपयुज्य घ्राणेन्द्रियभिन्नै अग्राहकत्वं प्रत्यक्षम् अग्राहकत्वम् अजनकत्वं घ्राणेन्द्रियभिन्न गन्धभिन्न गन्धप्रत्यक्षजनकत्वं गन्धभिन्नजनकत्वं गन्धप्रत्यक्षजनकत्वं गन्धभिन्नप्रत्यक्ष अजनकत्वं घ्राणेन्द्रिय अस्ति. किं भगिनि? घ्राणेन्द्रियभिन्नगन्धप्रत्यक्षम् अजनकत्वं घ्राणेन्द्रिय न गन्धगुण गन्धस्य घ्राणेन्द्रियं किन्तु घ्राणेन्द्रियजनकत्वम् अस्ति न घ्राणेन्द्रियजनकत्वम् अस्ति न घ्राणेन्द्रियं गन्धगुणं जनयति, तस्य जनकः अस्ति. आम् घ्राणेन्द्रियेण तस्मिन् जनकत्वं भवति न घ्राणेन्द्रिये. हा गन्धगुणस्य घ्राणेन्द्रिये जनकत्वम् अस्ति, घ्राणेन्द्रियभिन्ने इन्द्रिये अजनकत्वम् अस्ति गन्धस्य. महोदय, घ्राणेन्द्रिये ग्राहकत्वम् अस्ति अथवा जनकत्वम् अस्ति? जनकत्वं ग्राहकत्वम् एकं सम्भवति. ग्राहकः इत्युक्ते जनकत्वमेव, जनकः इति एव. घ्राणेन्द्रियेण गन्धगुणः ज्ञायते, गन्धगुणस्य ग्राहकः. सत्यं सत्यं, भवता भवत्याः सत्यम्. अस्तु, अग्रे एक अन्तिमम् उदाहरणं सुनील महोदय. अत्र घटमात्रविषयकमित्यत्रापि अर्थः स्फुटः एव. यदा अत्र घटः इति विषयः अस्ति चेत् अत्र घटमात्रविषयक इति स्वीकुर्मः चेत् अत्रापि एवमेव वक्तुं शक्नुमः. अत्र घटभिन्न एवमेव अत्र घटभिन्न जन्यत्व अभावः. अत्र घटविषयकम् इत्युक्ते किं, कस्य विषयकं भवितुमर्हति घटम्? हा केन उक्तम्? घटमात्रविषयकं. हा घटविषयकम् इति ज्ञानम् अस्ति. अयं घटः इति तत्र अयं घटः इति ज्ञाने कः कः विषयः? घटः विषयः. हा तर्हि घटविषयकं ज्ञानम् इत्युक्ते किं, घटमात्रविषयकं ज्ञानम् इत्युक्ते किम्? अयं घटः इति उदाहरणम्. अत्र दलद्वयं किम् अस्ति यथा पूर्वम्, अत्रापि दलद्वयं वक्तुं शक्यते. घटमात्रविषयकं ज्ञानम् इत्युक्ते घटविषयकं ज्ञानम् अपि च घटभिन्न घटभिन्न घटभिन्नविषयकं नास्ति, तस्य अभावः अस्ति. घटविषयकज्ञानं घटभिन्न अविषयक घटभिन्नविषयक अज्ञानं वा अविषयकज्ञानं वा इति आगच्छति. प्रश्नः अस्ति वा अस्मिन् परिच्छेदे? अत्र अभावमपि उपयोगं कर्तुं शक्नुमः. घटभिन्न विषय अभावः अभावज्ञानमिति वक्तुं शक्नुमः वा? हा यथा संस्कारभिन्नजन्यत्वं तस्य अभावः मातृपदात् भूत् तथा एव मातृपदेन तद्भिन्नस्य तद्भिन्नविषयस्य अभावः बोध्यते. मातृपदेन तद्भिन्न अभावः इति बोध्यते. चक्षुर्मात्र इति वदनेन चक्षुर्भिन्न इन्द्रियस्य अग्राह्यत्वं ग्राह्यस्य अभावः. अतः घटविषयकं ज्ञानं घटभिन्न विषय अभावं ज्ञानम्. अस्तु प्रश्नः अस्ति वा? नो चेत् अग्रे रामप्रिया भगिनी पठति वा प्रकृते? आम् आं महोदय. प्रकृते लक्षणे एकनिमिष महोदय, स्फुट इति वदतु चेत् किं अर्थं किं स्फुट? स्पष्टः स्पष्टः प्रकृते स्मृतिलक्षणे मातृपदश्रवणात् संस्कारभिन्नजन्यत्व अभाववत्त्वे सति संस्कारजन्यत्वे सति ज्ञानत्वम् इति लक्षणं पर्यवस्यति. इहापि रूपलक्षणवत् प्रथमसत्यन्तं द्वितीयसत्यन्तं ज्ञानत्वम् इति विशेष्यम् इति त्रिधा विभागं कृत्वा दलानां सार्थक्यं चिन्त्यम्. अत्र स्मृतेः लक्षणस्य दलसार्थक्यविषये दल इति दत्तमस्ति. इदानीं प्रकृते इदानीं स्मृतिलक्षणे मातृपदश्रवणात् यदा वयं मातृपदम् इति शृण्मः चेत् तत्र तस्य अर्थः भवति संस्कारभिन्नजन्यत्व अभावत्वे सति इति प्रथमं. द्वितीयमस्ति संस्कारजन्यत्वे सति ज्ञानत्वम् इति तृतीयं लक्षणं पर्यवस्यति इति दलत्रयम् आगतमस्ति इदानीम्. इह अपि एतदपि यदा संस्कारभिन्नजन्यत्व अभाववत्वे सति संस्कारजन्यत्वे सति ज्ञानत्वम् इति यदा लक्षणे आगच्छति एतदपि रूपलक्षणवत् यदा रूपलक्षणे वयं दृष्टवन्तः प्रथमसत्यन्तं द्वितीयसत्यन्तं प्रथमसति संस्कारभिन्नजन्यत्व अभाववत्वे इति प्रथमसत्यन्तं, द्वितीयमस्ति संस्कारजन्यत्वे इति द्वितीयसत्यन्तं, ज्ञानत्वम् इति यदा तृतीयमस्ति, ज्ञानत्वम् इति विशेष्यम् इति ज्ञानत्वम् इति विशेष्यं तस्य विशेषणमस्ति एतद् दलद्वयं, तद् त्रिधा विभागं कृत्वा दलानां सार्थक्यं चिन्त्यम्। आम्, यदा ज्ञानत्वम् इति विशेष्यमस्ति विशेष्यं भवति दलत्रयम् इदानीं वयं प्राप्नुवन्तः, तस्य सार्थक्यं वयम् अग्रे चिन्तयामः इति अस्ति। दलं दलत्रयमिति उक्तं, दलत्रयं दलत्रयम् आम्, किं तत् पुनः एकवारं वदतु। स्मृतेः लक्षणे दलत्रयम् अस्ति, संस्कारभिन्नजन्यत्व अभाववत्वे सति इति प्रथमदलं, संस्कारजन्यत्वे सति इति द्वितीयदलं, क्षम्यतां, ज्ञानत्वम् इति तृतीयम्। तत्र संस्कारजन्यत्वं संस्कारभिन्नजन्यत्व अभाव अजन्यत्वं स्मृते अस्ति, स्मृतौ अस्ति इति अपि अन्यविधया वक्तुं शक्यते। अस्तु भगिनी वा अत्र अग्रे पठति वा, संस्कार प्रश्नः अस्ति वा अस्मिन् परिच्छेदे, दलत्रयं कथम् आगच्छति इति विस्तारेण उक्तम्। अस्तु भगिनी पठति वा, संस्कारजन्य अत्र दलसार्थक्यं कथम् अस्ति इति चिन्तनं। संस्कारजन्यमात्र स्मृति इति न वदति न स्मृति कुत्र भगिनि? ओ ज्ञानत्व ज्ञानं तु स्मृतिः अस्ति न? हा सत्यं सत्यं, यथा यथा रूपलक्षणविषये चक्षुषा ग्राह्यं, चक्षुर्भिन्नेन्द्रियेण अग्राह्यं गुणं गुणः इति रूपं गुणत्वं रूपे अस्ति इति यथा आसीत् रूपलक्षणवत् अत्र यथा भगिन्या उक्तं दलत्वं ज्ञानत्वं संस्कारजन्यत्वं संस्कारभिन्न अजन्यत्वम् अस्तु दलत्रयम्। अस्तु भगिनि अग्रे। संस्कारजन्यत्व मात्रोक्तौ संस्कारध्वंसे अतिव्याप्तिः, ध्वंसं प्रति प्रतियोगिनः कारणत्वात्, घटध्वंसः प्रति मुद्गरापात इव घटे अपि घटोऽपि आवश्यकः, असति घटे केवलेन मुद्गरपातेन कस्य ध्वंसो भवेत्, अतः मुद्गरपातादिवत् घटध्वंसः ध्वंसं प्रति घटोऽपि भवति कारणं, तथा च प्रकृते संस्कारजन्यत्वमेव यदि लक्षणं तदा संस्कारध्वंसे अतिव्याप्तिः, संस्कारध्वंसस्य संस्कारजन्यत्वात्, संस्कारभिन्न अजन्यत्वस्य लक्षणत्वे तु अजन्ये आकाशादौ अतिव्याप्तिः, ज्ञानत्वरूपविशेष्यदले एव निविष्टे अनुभवे अतिव्याप्तिः। अत्र यदा दलं वयं दलसार्थक्यम् इति विषये चिन्तयामः, तत्र प्रथमदलम् इत्युक्ते संस्कारजन्यत्वमात्र उक्तौ संस्कारध्वंसे अतिव्याप्तिः, दलत्रयमस्ति संस्कारभिन्नजन्यत्व अभावः, संस्कारजन्यत्वं, ज्ञानत्वम्। अत्र संस्कारजन्यत्वम् इति द्वितीयदलं प्रथमं स्वीकृतवन्तः, संस्कारजन्यत्व मात्र उक्तौ, यदा वयं संस्कारजन्यत्वम् इत्येव स्मृतेः लक्षणम् इति वदामः चेत् तत्र संस्कारध्वंसः इत्यस्य ध्वंसः इति नाशः तत्र अतिव्याप्तिदोषः भवति आगच्छति। यदा संस्कारजन्यत्वम् इति स्वीकुर्मः चेत् संस्कारजन्यत्वम् इति स्मृतिः अपि आगच्छति, तत्र ध्वंसः अपि आगच्छति वा? हा द्वितीयवाक्यं पठतु, ध्वंसं प्रति ध्वंसं प्रति प्रतियोगिनः कारणत्वात्, यदा ध्वंसः घटध्वंसस्य प्रतियोगी इति घटः एव इति तावद् तादृशमेव ध्वंसः ध्वंसं प्रति प्रतियोगिनः कारणत्वात् संस्कार एव कारणं तस्य स्मर्यताम् अभावः किं चतुर्विधम् एकस्ति प्रागभावः अत्र प्रध्वंसभावः तस्य विषये अस्ति अस्ति घटध्वंसं घटध्वंसस्य घटध्वंसस्य प्रतियोगी कः अस्ति घट एव तथैव अत्र संस्कारध्वंसं प्रति प्रतियोगी किं कः संस्कार एव कारणत्वात् इति द्वितीयवाक्यस्य तात्पर्यम् अग्रे घटध्वंसं प्रति मुद्गरपात एव घटोऽपि आवश्यकः यदा वयं घटध्वंसं घटस्य नाशः कथं भवति इत्युक्ते मुद्गरपातात् भवति चेत् तस्य आवश्यकः घटः प्रथमं घटः अस्ति चेदेव तस्य उपरि मुद्गरपातनेन घटध्वंसः भवति असति घटे केवलेन मुद्गरपातेन कस्य ध्वंसो भवेत् असति घटे घटे असति यदा घटः नास्ति चेत् केवलेन मुद्गरपातेन केवलं मुद्गरपातेन कस्य ध्वंसः भवेत् कस्यापि नास्ति इति यदा घटः नास्ति चेत् कस्यापि ध्वंसः न भवति केवलं मुद्गरपातः कारणम् इति वदति चेत् कस्य ध्वंसः भवति इति वदति चेत् मुद्गरपात इति मुद्गरपात इति मुद्गर इति हामर् तेन घटस्य ध्वंसः भवति किन्तु केवलं मुद्गरः कारणम् इति वदति चेत् कस्य ध्वंसः किमपि कस्यापि भावः भवेत् भावपदार्थः भवेत् यस्य नाशः यस्य ध्वंसः अभावः मुद्गरपातेन भवति न वा तदर्थं घटः अपि घटध्वंसं प्रति कारणं तथा एव अग्रे अतः मुद्गरपातादिवत् घटध्वंसः प्रति घटोऽपि भवति कारणम् अतः यदा घटध्वंसं प्रति घटः अपि भवति कारणम् न्यायशास्त्रचिन्तनं किञ्चित् भिन्नचिन्तनम् अस्ति किन्तु सम्यक् अस्ति तथा च प्रकृते संस्कारजन्यत्वमेव यदि लक्षणं तदा संस्कारध्वंसे अतिव्याप्तिः तादृशं यदा संस्कारजन्यत्वमेव स्मृतेः लक्षणम् इति अस्ति चेत् तत्र संस्कारध्वंसे संस्कारनाशे अतिव्याप्तिदोषः भवति यतोहि संस्कारध्वंसं प्रति संस्कारापि कारणं संस्कारेण संस्कारजन्यं संस्कारध्वंसे अपि अस्ति जन्यत्वं संस्कारजन्य मम सम्यक् न अवगतम् अस्मिन् इत्युक्ते किमर्थम् अतिव्याप्तिः इति उक्तम् तत्र अस्मिन् सम्यक् न अवगतम् इत्युक्ते इतः पर्यन्तं यत् अभवत् संस्कारनाशत्वं प्रति संस्कारः एव प्रतियोगिनः तत् अवगतं किन्तु किमर्थम् अतिव्याप्तिः इति उक्तं तत् न अवगतम् यथा वदामि चक्षुर्जन्य चक्षुर्गाह्यं रूपम् अस्तु चक्षुषा रूपं गृह्यते इति सत्यं किन्तु चक्षुषा अन्य किमपि गृह्यते वा संख्या गृह्यते परिमाणं गृह्यते तर्हि केवलं चक्षुग्राह्यं रूपम् इति वदनेन संख्यायां परिमाणे अतिव्याप्तिः भवति लक्षणं सम्यक् नास्ति तथा एव अत्र संस्कारजन्यं स्मृतिः इति वदनेन संस्कारेण संस्कारध्वंसः अपि जायते इत्युक्ते संस्कारध्वंसं प्रति संस्कारम् अपि कारणम् संस्कारजन्यत्वम् अपि संस्कारध्वंसे अस्ति तस्मात् संस्कारध्वंसे अतिव्याप्तिः अस्ति. अस्तु, चक्षुषा रूपं रूपं ग्राह्यं रूपम् अपि च संख्या परिमाणं तादृशगुणाः अपि ग्राह्यमिति अहम् अवगच्छामि. अतः तत्र अतिव्याप्तिः भवति यदि मातृपदं नास्ति चेत्. किन्तु अत्र ध्वंसः किमर्थं अत्र ध्वंसः किमर्थम् उक्तं ध्वंसं स्वीकृत्य ध्वंसमिति स्वीकृत्य किमर्थम् अतिव्याप्तिः इति लिखितम् इति अहं सम्यक् न अवगच्छामि. इत्युक्ते संस्कारभिन्न संस्कारध्वंसे इत्युक्ते संस्कारभिन्न अस्तु स्मृतिः इति एकविधं ज्ञानं संस्कारभिन्न संस्कारभिन्न अजन्यत्वं स्मृतेः अस्ति स्मृतौ अस्ति तत्र संस्कारध्वंसमपि संस्कारजन्य संस्कारभिन्न अजन्यज्ञाने अपि अस्ति इति तत्र सत्यं. किन्तु अत्र यथा घटध्वंसे घटध्वंसं प्रति घटः अपि कारणम् एकं कारणम् अस्ति. घटः नास्ति चेत् कथं घटध्वंसः भवति. तथा एव संस्कारध्वंसम् इति अस्ति विषयः अस्ति. संस्कारध्वंसं प्रति अपि संस्कारः कारणं ततः संस्कारजन्यत्वम् इत्युक्ते संस्कारेण जन्यत्वं ध्वंसे अपि अस्ति. ओ अस्तु अस्तु अस्तु आम् अस्तु. केवलं संस्कारजन्यम् इति वदनेन संस्कारध्वंसे अपि तस्य जन्यत्वम् अस्ति. तस्मात् अतिव्याप्तिः दोषः इति ओ अस्तु. इदानीमेव गतम् अत्र संस्कारध्वंसमपि अपि च स्मृति अपि द्वयं प्रति संस्कारः एव कारणम् इति अतिव्याप्तिः. सम्यक् अस्तु. सत्यं सत्यं तथा एव अस्ति. भवती एव अग्रे पठतु संस्कारध्वंस अग्रे पठतु अतिव्याप्तिः तस्मात् संस्कारध्वंसस्य संस्कारजन्यत्वात् संस्कारभिन्नजन्यत्वस्य लक्षणत्वे तु अजन्ये आकाशादौ अतिव्याप्तिः ज्ञानत्वरूपविशेष्यतले एव निविष्टे अनुभवे अतिव्याप्तिः. अस्तु, संस्कारध्वंसस्य संस्कारजन्यत्वात् अस्तु संस्कारस्य ध्वंसं प्रति संस्कारम् एव कारणं भवति. संस्कारध्वंसः संस्कारेण जन्यः इति उक्तम्. अनन्तरं संस्कार एव कारणमिति न उक्तं, संस्कारमपि कारणं. यथा घटनाशं प्रति घटः केवलं न कारणम्, उद्गारः अपि कारणम्. तथा एव संस्कारध्वंसं प्रति संस्कारः एकं कारणम्, अन्यकारणं भवितुमर्हति. अत्र तत् न उक्तं, तथा तावदेव. संस्कारः एव इति न, संस्कारमपि कारणं, संस्कारः अपि कारणम्. संस्कारभिन्न अजन्यत्वस्य लक्षणत्वे तु अजन्ये आकाशादौ अतिव्याप्तिः. अस्तु, आकाशादौ संस्कारभिन्न अजन्यत्वस्य लक्षणत्वे संस्कारभिन्न अजन्यत्वस्य लक्षणत्वे अत्र लक्षणदलत्रयं किम् अस्ति? लक्षणे दलत्रयं ज्ञानत्वं संस्कारजन्यत्वं संस्कारभिन्न अजन्यत्वम्. अत्र तृतीय भवत्या उक्तं तृतीयदलस्य अत्र विषयः अस्ति संस्कारभिन्न अजन्यत्वम्. आम्, संस्कारभिन्न अजन्यत्वं स्मृतिः स्मृतेः लक्षणे संस्कारभिन्न अजन्यत्वम् इति लक्षणमस्ति. तर्हि अचन्ये आकाशादौ अतिव्याप्तिः, आकाशादि अपि संस्कार भिन्न अचन्यत्वम् अस्ति आकाशादौ अपि, तत्र अतिव्याप्तिः भवति. कथम् आकाशादौ संस्कारभिन्नाजन्यत्वम्? आकाशः कीदृशः, आकाशः कीदृशः पदार्थः? आकाशः आकाशः गुणः नास्ति, आकाशः द्रव्यमस्ति. कीदृशं द्रव्यं कीदृशः? नित्यः अस्ति, तस्मात् अजन्यः अस्ति. अजन्यः अस्ति तत्र, तत्र तर्हि संस्कारभिन्न अजन्यत्वम् आकाशे अपि अस्ति न वा? आकाशे तर्हि पुनः कः दोषः? अतिव्याप्तिदोषः, संस्कारभिन्न अजन्यत्वं केवलं तादृशमेव वदनेन, तदेव वदनेन नित्यद्रव्यम् आकाशादि आदौ अपि अतिव्याप्तिः भवति. सम्यक् अस्तु वा? अस्तु. ज्ञानत्वे रूपविशेष्यदले एव निविष्टे अनुभवे अतिव्याप्तिः. यदि ज्ञानत्वम् एव दलम् अस्ति चेत्, यदि यदि वदामः संस्कार ज्ञानत्वम् एव तत्र स्मृति एकविध ज्ञानमिति तत् दलम् एव अस्ति चेत् अनुभवे अतिव्याप्तिः. ओ अनुभवः इति तदपि अनुभवः अस्तु, अनुभवः प्रत्यक्षमात्रेण अनुभवः अनुभवः जन्यं भवति तथा तदपि एकविधज्ञानम्. सत्यं ज्ञानम्, अनुभवः अपि ज्ञानम्, अनुभवे ज्ञानत्वम् अस्ति. आम् अस्तु, आम् अनुभवे ज्ञानत्वम् अस्ति. यदि स्मृति ज्ञानम् एव वदनेन अनुभवे अनुभवे अतिव्याप्तिः भवति. सत्यम्. अपि च वर्गे प्रश्नः अस्ति वा एतावता परिच्छेदे? अपि च पुनः चिन्तनम् अस्ति, दलद्वयं स्वीकुर्मः चेत्, इदानीम् एकमेकं दलं स्वीकृत्य अतिव्याप्तिः उक्तं, तर्हि दलद्वयम् इत्युक्ते संस्कारजन्यत्वं संस्कारभिन्न अजन्यत्वम् इति दलद्वयं स्वीकुर्मः चेत्, इत्युक्ते ज्ञानत्वम् इति त्यजामः चेत् कुत्र अतिव्याप्तिः अस्ति? प्रश्नः अवगतः? दलत्रयमस्ति, इदानीम् एकमेकं धनं स्वीकृत्य कुत्र अतिव्याप्तिः इति चर्चितम्. इदानीं पूर्वमपि आसीत्, रूपवशी अपि तथा आसीत्, प्रथमं च द्वितीयं दलं स्वीकुर्मः चेत् इत्युक्ते संस्कारजन्यत्वं संस्कारभिन्न अजन्यत्वम् इति दलद्वयं ज्ञानत्वं त्यजामः, दलद्वयं वदामः चेत् कुत्र अतिव्याप्तिः भवति? अत्र संस्कारध्वंसे अतिव्याप्तिः भवति. एकवारं वदतु महोदय. संस्कारजन्यत्वम् अपि च संस्कारभिन्न अजन्यत्वं द्वयमपि संस्कारध्वंसे अपि अस्ति. संस्कारजन्यत्वमस्ति संस्कारध्वंसे, संस्कारभिन्न अजन्यत्वं ततः ध्वंसे संस्कारध्वंसे अतिव्याप्तिः भवति दलद्वयं केवलं वदनेन. तथैव महोदय संस्कार तत्र संस्कारभिन्न अजन्यत्वं संस्कारध्वंसे कथं? मुद्गरपातेनापि भवति किल? मुद्गरः तु संस्कारभिन्नः. अनेन उद्गरपातेन संस्कारः ध्वंसम् उद्गरपातघटप्रतिविषये सत्यं सत्यं किन्तु संस्कारध्वंसे संस्कारध्वंसे कारणद्वयमिति न उक्तं केवलं संस्कारजन्यत्वं संस्कारभिन्न अजन्यत्वम् प्रश्नः किञ्चित् समीचीनः अस्ति अन्य किमपि कारणं भवितुम् अर्हति वा इति प्रश्नः सम्यक् अस्ति किन्तु वर्गे इति उक्तं चिन्तनीयं संस्कारध्वंसे चिन्तनीयमस्ति किन्तु वर्गे संस्कारः इति प्रायः कालः अपि भवितुम् अर्हति कालेन संस्कारः नष्टः भवति किल अस्ति अपि च एक पूर्वम् उक्तम् अन्तिमस्मरणेन अन्तिमस्मरणं यत् अस्ति चरमस्मरणम् आम चरमस्मरणेन अपि संस्कारः ध्वंसः भवति इति अस्ति किन्तु भगे इति उक्तं संस्कारध्वंस इति उक्तम् अपि च संस्कारजन्यत्वं ज्ञानत्वम् इति लक्षणद्वयम् इति दलद्वयं स्वीकुर्मः चेत् कुत्र अपि व्याप्तिः संस्कारजन्यत्वं ज्ञानत्वम् सत्यं प्रत्यभिज्ञायां यतोहि प्रति अभिज्ञानविषये इन्द्रियमपि संस्कार इन्द्रियमपि कारणं ज्ञानत्वमपि अस्ति संस्कारजन्यत्वमपि अस्ति ध्वनिः न्यूनं करोतु कृपया अस्तु अपि च तृतीयं प्रश्नः अस्ति प्रश्नः संस्कारभिन्नजन्यत्वं ज्ञानत्वम् इति दलद्वयं वदामः चेत् संस्कारभिन्नजन्यत्वं ज्ञानत्वं संस्कारभिन्न अजन्यत्वं ज्ञानत्वम् इति क्षम्यतां संस्कारभिन्न अजन्यत्वं ज्ञानत्वम् इति वर्गे उक्तम् ईश्वरस्य ज्ञानम् इति ईश्वरस्य ज्ञानं तस्य कारणं किमपि नास्ति संस्कारभिन्न अजन्यत्वम् अपि च ज्ञानमपि तत्समये अस्ति इति ईश्वरस्य ज्ञाने अतिव्याप्तिः अस्ति अदु अग्रे पुष्पा भगिनी प्रश्नः अस्ति वा अस्मिन् परिच्छेदे नो चेत् पुष्पा भगिनी पठति वा अन्तिमपरिच्छेदः इह सर्वत्र शृणोमि एकवारं शृणोमि इदं तु पठामि विवरणं कृतं या न जानामि अस्तु वा इह सर्वत्र आकाशे अतिव्याप्तिः आकाशादौ अतिव्याप्तिः गृहे सर्वत्र आकाशे अतिव्याप्तिः सर्वत्र अनुभवे अतिव्याप्तिरित्यादि अतिव्याप्तिः इति आदिलेखनस्य आकाशम् आदाय लक्षणे अतिव्याप्तिः अनुभवम् आदाय लक्षणे अतिव्याप्तिः इति अतिव्याप्तिः इति इत्यादिः अर्थः वर्णनीयः अन्य अव्याप्त्यादयः दोषाः हि लक्षणस्य न तु पदार्थानाम् अतः ते लक्षणे एव आपतन्ति इत्थमेव सर्वत्र ग्रन्थयोजनासु द्रष्टव्यम् इह सर्वत्र आकाशे अतिव्याप्तिः सर्वत्र इति वक्तुं चेत् सर्वत्र इत्युक्ते पुस्तके बहुषु स्थले बहुषु स्थलेषु अस्ति अस्ति आकाशे अतिव्याप्तिः हा अस्ति अनुभवे अतिव्याप्तिः इत्यादि लेखनस्य आकाशम् आदाय लक्षणे अतिव्याप्तिः आकाशं कृते अतिव्याप्तिः इत्यादि लिखितमस्ति चेत् अनुभवे लक्षणे अतिव्याप्तिः अस्तु न भगिनि अन्य कोऽपि श्रुतवान् महोदय वक्तुमिच्छति वा इह सर्वत्र हा इह सर्वत्र आकाशे अतिव्याप्तिः इत्युक्ते यत्र यत्र लक्षणवाक्यानि दत्तानि पुस्तके तत्र सर्वत्र आकाशे अतिव्याप्तिः भवति आकाशः नित्यः इति कृत्वा तत् यत् केनापि न जन्यः भवति इति कृत्वा आकाशे अतिव्याप्तिः सर्वत्र भवति अपि च अनुभवे अतिव्याप्तिः इत्यादि लेखनस्य आकाशमादाय तत्रापि अनुभवे अनुभवः तु ज्ञानमेव अनुभवे अतिव्याप्तिः इति ज्ञानत्वरूपविशेष्यदले एव निविष्टे अनुभवे अतिव्याप्तिः इति अन्तिमवाक्ये पूर्वस्मिन् परिच्छेदे उक्तं तत्र अनुभवे अतिव्याप्तिः इत्यादि लेखनस्य आकाशमादाय लक्षणे अतिव्याप्तिः भवति कथम् इत्युक्ते संस्कार तत्र ज्ञानत्वरूपविषये विशेष्यदले एव निविष्टे अनुभवे अतिव्याप्तिः अत्र महोदय एवमस्ति आकाशे अतिव्याप्तिः अनुभवे अतिव्याप्तिः इति पूर्वम् आसीत् तत्र लेखनस्य किमर्थम् इत्युक्ते न आकाशे इति दोषः नास्ति अतिव्याप्तिः इति इत्युक्ते दोषः तादृशदोषः आकाशे नास्ति अनुभवे नास्ति किन्तु आकाशमादाय पठतु हा आम् आकाशमादाय लक्षणे अतिव्याप्तिः अनुभवमादाय लक्षणे अतिव्याप्तिः आम् इति आकाशः इति द्रव्ये किमपि दोषः नास्ति किन्तु अस्माकं लक्षणवाक्ये आकाशम् आदाय लक्षणवाक्ये दोषः भवति इत्येव अवगन्तव्यं साक्षात् द्रव्ये नास्ति इति सत्यम् आकाशं स्वीकृत्य तस्मिन् लक्षणे आकाशं स्वीकृत्य आकाशे अतिव्याप्तिः आम् रूपविषये संख्यायाम् अतिव्याप्तिः दलस्य सत्यं वदतु महोदय प्रत्येकस्य भवतः प्रत्येकस्य दलस्य यत्र कुत्रापि अतिव्याप्तिः लक्षणवाक्ये अस्ति दोषः आम् एकस्य दलस्य त्यजनेन लक्षणवाक्ये दोषः भवति किन्तु अन्यस्य द्रव्यस्य आदाय आदानेन दोषः किन्तु लक्षणे एव भवति न तु द्रव्ये वा पदार्थे वा इति अव्याप्ति व्याप्तादयोः दोषाः हि अव्याप्ति अतिव्याप्तादयोः अव्याप्ति अतिव्याप्त्यादयोः दोषाः द्वयो दोषाः हि लक्षणस्य न तु पदार्थानाम् इति मनसि भवेत् दोषाः यद्यपि आकाशम् इत्यादिं स्वीकृत्य दोषः अस्माभिः उक्तं किन्तु द्रव्ये दोषः नास्ति किमपि पदार्थे दोषः नास्ति किन्तु लक्षणवाक्ये एव दोषः भवति एकस्य दलस्य त्यजनेन इति अवगन्तव्यम् अतः ते लक्षणे एव आपतन्ति इत्युक्ते ते इत्युक्ते तत्र दोषाः लक्षणे एव आपतन्ति न तु द्रव्ये वा पदार्थे वा इत्थमेव सर्वत्र ग्रन्थयोजनासु द्रष्टव्यं. सर्वत्र ग्रन्थयोजनासु इत्युक्ते लक्षणवाक्येषु द्रष्टव्यम् इति भवति. यत्र यत्र लक्षणवाक्यम् उक्तं तत्र एकस्य दलस्य त्यजनेन अतिव्याप्तिदोषः वा अव्याप्तिदोषः वा कस्मिन् पदार्थे भवति इति द्रष्टव्यं. किन्तु एतदपि मनसि भवेत् दोषः पदार्थे यदा कदापि न भवति किन्तु केवलं लक्षणवाक्ये एव भवति इति. वदनशैली कथम् अस्ति? ओ सङ्ख्यायाम् अतिव्याप्तिः, आकाशादो अतिव्याप्तिः इति अनुभवे इति वदनशैली अस्ति. आम् तदर्थम् अत्र उक्तं. यद्यपि तथा वदामः किन्तु अतिव्याप्ति इति दोषः पदार्थे नास्ति. तत् स्वीकृत्य लक्षणे किम् लक्षणवाक्ये तादृशदोषः अस्ति. अव्याप्तिः वा अतिव्याप्तिः वा असम्भवः वा यत्किमपि दोषः अस्ति तत् दोषः लक्षणविषये इति तात्पर्यम्. प्रश्नः अस्ति वा? अस्तु, सारांशः कोऽपि वक्तुमिच्छति वा? सारांशेन अद्य किं पठितम् इति अला भगिनी. महोदय, तत्र फुट् नोट् दत्तमस्ति किल पुस्तके, तत् न पठितं वा वर्गे? वर्गे न पठितं, वर्गे अपि न पठितम्. ओ प्रतियोगिविषये किमपि लिखितम् इति भाति. वर्गे केवलम् उक्तं यत् प्रतियोगी इत्युक्ते तस्य यथा घटध्वंसं प्रति घटप्रध्वंस अभावः प्रति प्रतियोगी इत्युक्ते अभावविषये एव अस्ति न वा? तत्र प्रतियोगी अत्र प्रध्वंस अभावः इत्युक्ते इति अस्ति घटः. अस्तु, तावदेव उक्तं वर्गे. अत्र सरला भगिनी सारांशेन किञ्चित् वदति वा? वर्षत्रयमस्ति. प्रयत्नं करोमि महोदय. अद्य वयं पठितवन्तः यदि वयं वदामः चक्षुर्मात्रगृहत्वं गुण, तत्र मात्रशब्द ग्राह्यशब्दस्य अर्थम् अस्ति जन्यप्रत्यक्षविषयत्वं. मात्रशब्दस्य अर्थम् अस्ति चक्षुर्ग्राह्य अपि चक्षुर् अग्राह्य. चक्षुर्ग्राह्य किं? चक्षुर्ग्राह्यजन्यप्रत्यक्षत्वं. चक्षुर्भिन्नै जन्यप्रत्यक्षविषयत्वस्य अभाव. एते द्वे दले चक्षुमात्रगृहतमिति वदनेन वयं जानीमः. तथैव स्मृते यदि वयं मातृशब्द उपयुज्मः तत्र भवति ग्राह्यस्य तत्र जन्यपदम् इति दत्तमस्ति. तत्र जन्यत्वम् अस्ति कार्यत्वम् इत्युक्ते संस्कारमात्रजन्यज्ञानम् अपि जन्यत्वम् अस्ति कार्यत्वं. कार्यत्वम् इत्युक्ते ज्ञानं यदि भवति मात्रपदस्य अर्थं भवति अत्र संस्कारभिन्नजन्यत्वाभाव अपि संस्कारजन्यत्वम्. एते द्वे दले आगतम् अत्र. तथैव अन्य उदाहरणं दत्तम् अस्ति गन्धमात्रग्राहकं घ्राणी इन्द्रिय अत्र तत्र भवति घ्राण इन्द्रिय गन्धप्रत्यक्षं जनकत्वं मात्रप्रदेश अपि घ्राण इन्द्रियै भिन्नै गन्धप्रत्यक्षम् अजनकत्वम्. घट्टमात्रविषयकत्वम् अत्र अस्ति ज्ञान ज्ञानपदस्य विवरणम् इत्युक्ते घट घटविषयकत्वम् अपि घटभिन्नै अविषयकत्वं ज्ञानम् अस्तु साधु अस्तु तदनन्तरं वयं दृष्टवन्तः स्मृतिसंस्कारमात्रजन्यज्ञान त्रीणि दलानि कथं यदि एकमेकं कृत्वा अतिव्याप्ति कुत्र भवति यदि संस्कार केवलं संस्कार शब्दं संस्कार जन्यं स्मृति इति वदामः तत्र संस्कार पदेन संस्कारध्वंसे अतिव्याप्ति आगच्छति यदि केवलं वयं वदामः मात्रपद्यस्य वदनेन संस्कारभिन्न अजन्य इति लक्षण द्वे आगच्छति आकाशादि इति तत्र अतिव्याप्ति यदि केवलं ज्ञानं स्मृतिलक्षणं वदामः तत्र अनुभवे अतिव्याप्ति आगच्छति यदि वयं द्वे दले युगपत् संयोजयामः संस्कार संस्कारजन्यत्वम् अपि संस्कार अभिन्नजन्यत्व अभाव तत्र अपि ध्वंस संस्कारध्वंस तत्र अतिव्याप्ति दोष आगच्छति यदि वयं योजयामः संस्कार भिन्नजन्यत्वं संस्कारजन्यत्वम् अपि ज्ञानं संस्कारजन्यत्वं ज्ञानं संस्कारजन्यत्वम् अपि ज्ञानं तत्र भवति ईश्वर प्रति अभिज्ञा संस्कारजन्यत्वम् अज्ञानं तत्र प्रति अभिज्ञा तत्र अतिव्याप्तिदोषः आगच्छति ईश्वर केवलं अजन्यत्वम् अपि च ज्ञानं अस्ति संस्कारभिन्नजन्यत्वम् ज्ञानं तत्र ईश्वरज्ञानं तत्र अतिव्याप्तिदोषः आगच्छति अन्तिमपरिच्छेदे दत्तमस्ति अतिव्याप्तिदोषलक्षणे वाक्ये भवति न तु पदार्थे वा द्रव्ये किल यथा आकाशे वा अनुभवे तत्र भवति सम्यक् भगिनी धन्यवादः धन्यवादः स्पष्टं कृतवान् धन्यवादः प्रश्नाः सन्ति चेत् न सन्ति चेत् समापयामः अस्तु धन्यवादः शुभरात्रिः बहु सन्ति महोदय